पञ्चैताली महाबाहो कारणानि निबोध मे सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् अधिष्ठानम् तथा कर्ता करणम् च पृथग्विधम् विविधाश्च पृथग्चेष्टा दैवम् चैवान्न पञ्चमम् शरीरं मनो वीर्यं कर्म प्रारभते नरः न्यायं वा विवरितं वा पञ्चैते तस्य हेतवः।